नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति हल्सन्धिः द्वितीयः भागः इति, यत्र हलन्तेभ्यः धातुभ्यः लङ्लकारस्य सकारः इति प्रत्ययः. लङ्लकारं विहाय अन्यत्र सकारः इति प्रत्ययः, लङ्लकारस्य अपृक्तसंज्ञकसकारः इति न, यः कोऽपि सकारादिप्रत्ययः. तर्हि गतवर्गे अयं विषयः आरब्धः आसीत्. तत्र धातोः अन्तिमवर्णम् आधारीकृत्य अग्रे सकारादिप्रत्ययः अस्ति चेत् कीदृशकार्यं भवति इति अस्माभिः विस्तृततया चर्चितं. तर्हि इदानीं किञ्चित् अग्रे गच्छामः. कवर्गः, चवर्गः, षकारः, तालव्यषकारः इति तदपि एकवारं दृष्टमासीत्. अनन्तरं ककारः, ककारः, गकारः, गकारः तदपि दृष्टमासीत्. आदेशप्रत्ययोः इत्यस्य चिन्तनमपि कृतं. तत्र अपदान्ते आदेशरूपी सकारः, प्रत्यय अवयवरूपी सकारः अस्ति चेत् इन् प्रत्याहारात् कवर्गे वर्णात् च परे सकारस्य षत्वं भवति. तत्र नुम् विसर्जनीय शर्वेवाये अपि इति अस्ति, अतः मध्ये नुम् विसर्गः शर् शर् प्रत्याहारस्थः वर्णः चेदपि कार्यं भवति भवति इति अस्माभिः तदपि चर्चितं. तत्र उदाहरणानि अपि दृष्टानि. तत्र नुम् विसर्गः शर् इत्यस्य उदाहरणानि दृष्टानि. तत्र सुबन्तप्रक्रियायां निष्पत्तिः कथं भवति इति अस्माकं विवक्षा नास्ति. तत्र केवलम् अवगन्तव्यं सत्त्वार्थं मध्ये नुम् अस्ति, विसर्गः अस्ति, शर् प्रत्याहारस्थः वर्णः अस्ति चेदपि तत्र षत्वं भवति इति अस्माभिः ज्ञातम् इति. इदानीं ततः अग्रे चवर्गीयान्तधातुः पञ्चमवर्णं विहाय अस्ति चेत् किं भवति इति एकवारं पश्यामः. किं वंशी भगिनी आरब्धमिष्यति वा? आं भगिनि, द्वितीयः बिन्दुः अस्ति छ छ ज झ क इति भवति. चोहुः इति सूत्रमस्ति, अष्टमाध्याये द्वितीयपादे सूत्रमस्ति. चवर्गस्य स्थाने कवर्गादेशः भवति जली पदान्ते च. चोः षष्ट्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रं. झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः. स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः. पदस्य यदि अधिकारः, अनुवृत्तिसहितसूत्रं. चोः कुः झलि पदस्य अन्ते च इति सूत्रमस्ति. चवर्गीयवर्णः यदि अन्ते अस्ति, तत्र धातोः अन्ते, तत्र तस्य स्थाने कवर्गात् न च कवर्गादेशः भवति. कदा भवति इत्युक्ते छल् वर्णः परे प्रत्याहारस्थवर्णः यदि झल् वर्णः आदौ अस्ति, नो चेत् पदान्ते अपि तस्य कार्यं भवति. अत्र सूत्रे तु चोपो इत्युक्ते षष्ट्यन्तं स्थाने अस्ति, चवर्गीयस्य स्थाने कुः इति प्रथमान्तम् अस्ति, कवर्गीयवर्णः इति आदेशरूपेण आगच्छति. द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रमस्ति. चोः कुः झलि पदस्य अन्ते च, स्थानद्वये अपि भवति, पदान्ते अपि भवति, अपदान्तकार्यमपि भवति इति कारणात् तत्र यद्यपि तत्र अपदान्तकार्यमस्ति, पदान्त वर्गीयवर्णः यदि पदान्ते अस्ति, नो चेत् अपदान्ते अस्ति, तत्र अस्य सूत्रस्य प्रवृत्तिः भवति इति स्मर्तव्यमस्ति. अग्रे पठामि वा भगिनि? तत्र किञ्चित् अग्रे गच्छतु. अस्तु, गते पाठे अस्य सूत्रस्य प्रयोगः अस्माभिः दृष्टः पदान्ते लङ् लकारस्य प्रसङ्गे, परन्तु झलि अपि भवति इत्युक्तम्. सकारः झलि अस्ति, अतः अत्रापि इदं कार्यं प्रसक्तं. त थ द ध स एते सर्वे हल् सन्धिनिमित्तकवर्णाः झलि सन्ति. तत्र पूर्वस्मिन् करपत्रे तत्र हल् सन्धि प्रथम भागे तत्र अस्य सूत्रस्य चिन्तनं जातम् इति उक्तं. तत्र परन्तु अपदान्तकार्यमपि भवति इति अपि तत्र स्मर्तव्यमस्ति. एते वर्णाः प्रत्यय आदौ वर्णाः भवितुम् अर्हन्ति. त थ थ स एते हल् एतेषु एते वर्णाः यदि प्रत्ययस्य आदौ भवन्ति, तत्र हल् सन्धि कार्यं भवति इति, यतोहि झल् वर्णाः सन्ति इति कारणात् तत्र चवर्गीयस्य स्थाने कवर्गीय आदेशः भवति इति उक्तम्. चोः कुः इत्यनेन सकारे परे कुत्वं विहितं, चकारस्य स्थाने ककारः, छकारस्य स्थाने खकारः, चकारस्य स्थाने ककारः, झकारस्य स्थाने घकारः आदेशः भवति इति सूत्रस्य विवरणम् अस्ति। बहु सम्यक् भगिनि, सूत्रम् अस्माकं परिचितमस्ति, अतः किञ्चित् अग्रे गच्छामः। तर्हि किं पद्मनाभन् महोदय पठति वा अग्रे? हां महोदय, हां इदानीं पठामि। चकारस्य प्रकारद्वयम् अकार सामान्यं चोः कुः इत्यनेन कुत्वं वच् योगः स्यति, चोः कुः इति सूत्रेण वक् योगः स्यति। अत्र चकारस्य स्थाने ककारः आगच्छति, आदेशप्रत्ययोः इत्यनेन सत्वं वक् योगः स्यति, वक्ष्यति इति भवति। अनन्तरं व्रश्च धातुः, अत्र व्रश्च ब्रज सृज मृज यज राज ब्राजच्छसां सह इत्यनेन सत्वं वाव्रश्च योगकशि स्पोः संयोगाद्योरन्ते च इत्यनेन संयोगे पूर्वसकारलोपः वाव्रच् योगकसि व्रश्च ब्रश्च सृज मृज यज राज ब्राजच्छसां सह सः इत्यनेन षत्वं वाव्रश् योगकसि षडोः कहसि इत्यनेन सकारे परे सकारस्य ककारादेशः वाव्र योगकसि आदेशप्रत्ययोः इत्यनेन षत्वं वाव्रक्षि। अत्र सा चोः कुः इति सूत्रस्य प्रयोगं द्वयमस्ति, सामान्यम् अनन्तरं प्रश्च धातुः ब्रश्च धातोः विषये। अत्र सामान्यमस्ति चोः कुः इत्यनेन कुत्वं भवति यदा वच् योगः गच्छति, अत्र चकारस्य स्थाने ककारादेशः भवति, वक् योगः गच्छति, अनन्तरम् आदेशप्रत्ययोः इति सूत्रेण सर्वं वक् योगः गच्छति, वक्ष्यति इति भवति। अनन्तरं प्रश्च धातुः अस्ति चेत् अत्र प्रश्च ब्रश्च सृज मृज यज राज ब्राजसांशः इत्यनेन सत्वं, यदि धातोः धातुः व्रश्चः अथवा ब्रश् अथवा सृज् मृज् यज् राज् ब्राज् अथवा चकारः सकारः अन्ते अस्ति चेत् सकारान्तं सकारान्तम् अस्ति चेत् तत्र अन्तिमसकारस्य स्थाने अथवा धातोः अन्तिमवर्णस्य स्थाने षकारः भवति। वाव्रश् योगकशि अत्र स्कोः संयोगाद्योरन्ते च इत्यनेन प्रथमसदस्य संयोगान्त संयोगस्य प्रथमसदस्य षकारस्य लोपः भवति, वाव्रच् इति भवति। अनन्तरं व्रश्च ब्रश्च सृज मृज यज राज ब्राजश्च सांशः इत्यनेन अत्र व्रश्च व्रच् इति धातु उक्तमस्ति, अतः अत्र चकारस्य स्थाने षकारः भवति, वाव्रश् योगकशि भवति। अत्र षकारः अन्ते अस्ति अतः षडोः ककसि इत्यनेन सकारस्य स्थाने मूर्धन्य षकारः सारि सकारे सकारे परे अत्र षकारस्य स्थाने मूर्धन्य ककारादेशः भवति, वाव्रक् योगकशि। अनन्तरम् आदेशप्रत्ययोः इत्यनेन षत्वं वाव्रक्षि इति भवति। हा उत्तमम् अस्ति महोदय। अत्र एकः प्रश्नः भवति, कीदृशप्रश्नः? भगिनी कुत्वं किमर्थं न अभवत् व्रश्च? अत्र स्कोः संयोगाद्योर् अन्ते च ऊनत्रिंशत्तमं सूत्रं त्रिंशत्। अत्र प्रश्नः अस्ति मूर्ध अत्र सकारः सकारः दान्त्यसकारः अस्ति, परन्तु अत्र तालव्यसकारः अस्ति, किमर्थम् अत्र सूत्रस्य प्रसक्तिः अत्र अस्ति इति प्रश्नः अस्ति। मूले सकारः अस्ति, अनन्तरं सन्धिकार्येण तालव्यसकारः भवति, अतः सकारस्य प्रसक्तिः अस्ति। सकारः अनन्तरमेव सकारः मूर्धन्य तालव्यसकारः आगच्छति, पूर्वं सकारः एव तिष्ठति, अतः अत्र सुखो संयोगादिरुन्दे च इत्यनेन प्रथमसदस्य सकारस्य लोपः भवति इति अस्ति, परन्तु व्याकरणरीत्या कथं वक्तव्यम् इति अस्माकं प्रश्नः अस्ति, तदेव अग्रे उक्तमस्ति। परन्तु विजयलक्ष्मी भगिनी, भवत्याः प्रश्नः कः? भगिनी वाव्रश्च योगस्य इति स्थिते सकारस्य लोपः अभवत् स्कोः संयोगाद्योरन्ते च. इदानीं वाव्रच्योगः सि सि इति तु झल् अस्ति, अतः वाव्रक् इति तत्र एव भवितुम् अर्हति खलु. तत्र इति तत्र वृक्षश्च अपि च चोः कुः अनयोः सम्बन्धः कः इति भवती पृच्छति, भवती जानाति उत्तरं वदतु. न, वृश्च तु परसूत्रमस्ति, चोः कुः पूर्वसूत्रमस्ति. न, अत्र पूर्वपर इति न, पूर्वपर इति तु अस्ति सामान्यतया, परन्तु अत्र व्रश्च भ्रश्च इति तत्रापि चकारान्तधातूनां विषये एव उच्यमानमस्ति खलु. अतः चोहकुः इत्यनेन सिद्धे तर्हि पुनः अत्र भिन्नसूत्रं रचितं, तर्हि तत् सूत्रम् अपवादसूत्रं भवेत् खलु. चोहकुः इत्यस्य अपवादयोगस्ति इत्यत्रापि व्रश्च भ्रश्च कार्यं करोति. तत्र तु वाव्रक् ककारान्तः अस्ति चेत् कथं भ्रश्च इत्यस्य किं धातु अस्ति खलु धातु. तथा न चिन्तनीयं, तथा न चिन्तनीयं. पश्यतु अत्र व्रश्च इति चोः कुः इत्यनेनैव प्राप्तं खलु, तर्हि किमर्थं पाणिनिना पूर्वं व्रश्च इति सूत्रं रचितम्? एकक्षणं महोदय, किमर्थं व्रश्च भ्रश्च इत्युक्ते अत्र बाध्यबाधकभावः कः अस्ति इति चिन्तनीयम् एकवारम्. तदनन्तरमेव चोकुः भवति, तद् पश्चात् वर्षभ्रश्च भवति इति तादृशचिन्तनम् अपेक्षितम्. अस्तु अस्तु अस्तु, अवगतम् अवगतम्. हा हा, अवगतं खलु. किं पद्मनाभन् महोदय किमपि वक्तुमिच्छति वा? अत्र स्तोगोस्तु नास्तुः इति सूत्रं परसूत्रमस्ति, अतः अत्र सूत्रस्य प्रसक्तिः नास्ति पूर्वत्र सिद्धम् इति कारणेन खलु. इत्युक्ते धातोः निर्माणावसरे एव स्तोः चुनाश्चुः इत्यस्य कार्यं जातम्, अतः कथं वक्तव्यम् इति अग्रे दत्तमस्ति, तत् पश्यामः. यदा यद् भवान् वदति इति, भवान् किं वदति इति चेत् धातोः निर्माणावसरे स्तोः चुनाश्चुः इत्यस्य कार्यं न भवति इति वदति, परन्तु इदानीं यङ्लुगन्तधातोः निर्माणं जातं खलु, तर्हि यङ्लुगन्तधातौ किमर्थं स्तोश्चुनाश्चुः इत्यस्य कार्यं न स्यात् इति प्रश्नः उदेति. अतः वाव्रश्च इति धातोः निर्माणं जातं, तर्हि इदानीं तादृशधातुः आनीतः कथं तत्र वक्तव्यम् इति अग्रे दत्तमस्ति. तर्हि किं विजयलक्ष्मी भगिनी पठति वा? आं भगिनि, प्रश्नः उदेति कथं स्कोः संयोगाद्योरन्ते च इत्यनेन शकारलोपः शकारलोपः यदा सूत्रेण सकारलोपस्य विधानम्. सामान्यतया वदामः यत् वस्तुतः अत्र मूले सकारः आसीत्, श्युत्वसन्धिना एव शकारः जातः. अस्तु, तत्तु सत्यं, किन्तु अधुना शकारः अस्ति किल, न तु सकारः इति चेत् कथं वा स्कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः स्यात्? अकृतव्यूहाः पाणिनीयाः इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम् इत्यस्मात् व्रश्च भ्रश्च सृजमृज यजराजभ्राजच्छशांशः इत्यनेन श्युत्वसन्धेः निमित्तचकारस्य जायमानात् नाशात् स्तोः श्युनाश्युः इति सूत्रं न प्रवर्तनीयमेव. अतः सकारः तिष्ठति, वाव्रश्च योगः सि स्कोः संयोगाद्योरन्ते च वाव्रच् योगः सि. अस्तु, ओ अहं तु वाव्रच् इत्यत्र यङ् लुगन्तम् इत्यपि न दृष्टवती पूर्वम्. अत्र वाव्रच् इति यङ् लुगन्तधातु अस्ति, अतः सकारस्य षकारः पूर्वमेव जातम्. स्कोः संयोगाद्योर् अन्ते च इति सूत्रेण सकारस्य एव लोपः भवति, अत्र षकारस्य कथं लोपः कर्तुं शक्नुमः इति प्रश्नः. अत्र जस्टिफिकेशन् किमस्ति इति चेत् अकृतव्यूहाः पाणिनीयाः इति परिभाषया नशिष्यमाणं निमित्तं न स्वीकर्तव्यम् इति जस्टिफिकेशन् संस्कृते कथं वक्तव्यं भगिनी? स्पष्टीकरणं वा समर्थनं समर्थनम् इति समर्थनम् अतः तत्र यदि शकारः अस्ति इति कृत्वा स्कोः संयोगाद्योर् अन्ते च इति सूत्रस्य कार्यं न भवति तर्हि अस्माकं यत् रूपम् आवश्यकमस्ति तत् न प्राप्नुमः अपि च व्रश्च भ्रश्च सूत्रस्य निमित्तं नशिष्यमानं भवति इति कृत्वा किम् अभवत् अतः अकृतव्यूहाः पाणिनीयाः इति परिभाषया तत्र शकारस्य श्युत्वसन्धेः निमित्त श्युत्वसन्धेः कार्यं यद् पूर्वं जायमानम् आसीत् तद् किं करणीयं तद् इग्नोर् करणीयम् अपि च सकारः एव तिष्ठति न करणीयं न करणीयं तत्र न करणीयम् इत्युक्ते वा व्रश्च इति स्वीकृत्य वयं कार्यं कुर्मः यतोहि तत्र सोऽशुना स्युः किं कः गायति कृपया म्यूट् मध्ये भवतु ओके तर्हि अत्र किं विजयलक्ष्मी भगिनी स्पष्टता अस्ति वा अस्ति खलु अस्ति अस्ति तर्हि अत्र किं वक्तव्यम् इति चेत् वा व्रस्थिति अस्ति धातुः यङ्लुगन्तधातुः तत्र चकारस्य प्रभावेन एव तालवे सकारस्य स्थाने तत्र तालव्यशकारादेशः जातः तर्हि इदानीं तादृशचकारः निमित्तचकारः व्रश्च व्रश्च इति सूत्रेण चकाररूपेण परिवर्तते परिवर्तयिष्यति इति कृत्वा इदानीं तादृशचकारः यद् निमित्तमासीत् सोऽच्युनाश्रुः इत्यस्य तादृशनिमित्तं नष्टम् अथवा नशिष्यमाणं निमित्तम् इति कृत्वा अत्र प्रक्रियार्थं यदा वयं दातुम् आनयामः तदानीं सोऽच्युनाश्रुः इति कार्यं त्यक्त्वा एव वयम् आनयामः तद् कथं समर्थनीयमिति चेत् अकृतव्यूहः पाणिनीया इति परिभाषया यत्र निमित्तं नशिष्यमाणं तादृशकार्यं न करणीयम् इति परिभाषायाः आधारेण यत्र धातोः आनयनं भवति तदानीं तादृशकार्यं त्यक्त्वा वा व्रश्च इति सकारं स्वीकृत्य आनयामः तदानीं तु स्कोः संयोगाद्योरन्ते च इत्यस्य कार्यं तु अवश्यं भवति खलु सकारः अस्ति अतः भवति अपि च चकारः वा व्रच् इति स्थिते तत्र चोः कुः इति न कार्यं करोति यतोहि व्रश्च भ्रश्च धातोः किं भगिनी तत् टर्म् अपि इदानीं मनसि न आयाति यत्र धातोः नाम दत्तमस्ति अतः तत् सूत्रं व्यर्थं जायते इति कृत्वा तस्यैव परिगणितधातुः परिगणितधातुः अस्ति अतः व्रश्च भ्रश्च इत्येव कार्यं करोति सत्यं सत्यम् अस्तु तर्हि किम् अत्र कः मीना भगिनी वदति वा किम् अवगतम् अत्र अस्मिन् परिच्छेदे अहमपि चिन्तयामि भगिनि तत्र वा व्रश्च इति अस्ति खलु वा व्रश्च इति अस्ति तालव्यशकारः अस्ति तत्र स्को संयोगान्तस्य संयोगान्त्योरन्ते च इति सूत्रेण सकारः लोपः परन्तु तत्र सकारः नास्ति शकारः एव अस्ति तत्र तत् किमर्थं कथं तत्र स्को संयोगान्तस्य लोपः कथं कार्यं करोति इति उक्तं तत्र शकारलोपः यथा सूत्रेण सकारलोपस्य विधानं सकार एव लोपनीयं स्कोः संयोगान्त्यो लोपश्च इति सूत्रेण परन्तु शकारः अस्ति तत्र तत्र सा उत्तरमस्ति अकृतव्यूहाः पाणिनीयाः इति परिभाषया तत्र सकारः सकारः आसीत् कथम् इति युक्ते शुत्वसन्धिना सकारः सकारः जातः स्तोः स्तुनाश्चुः इति सूत्रेण तत्र सकारतकारयोः शकारः तालवे शकारः जातः तदनन्तरं पृष्ठपृष्ठसूत्र इति सूत्रेण शत्वं भवति तदनन्तरं वा वृश्च इति भवति शत्वं वा वृश् इति भवति तदनन्तरं षडोकस्य इत्यनेन सकार षकारः ककारः भवति षडोकः ककारः भवति वावृक् योगः अस्ति आदेशप्रत्ययोः वावृक्षि इति भवति तत्र किं मनसि किञ्चित् न शिष्यमाणं निमित्तं न स्वीकर्तव्यम् इति सम्यक्तया न अवगतं मया भगिनि तत्र न शिष्यमाणम् इति सकारः न शिष्यति तादृशमेव वा न न एतद् तत्र वा व्रश्च इत्यत्र यः चकारः अस्ति खलु चकारः एव निमित्तम् अस्ति खलु सोश्चुनाश्चुः इत्यस्य सोश्चुनाश्चुः तत्र सकारसकारयोः संयोगः अस्ति चकारस्य प्रभावेन तालवे सकारः षकारः जातः सोश्चुनाश्चुः इत्यनेन तर्हि निमित्तं किं चकारः वा न वा किं पुनरपि वदतु भगिनि सोश्चुनाश्चुः इति सूत्रस्य निमित्तं किम् सकारतकारयोः शकार भवति शकारतकारः आगच्छति चेत् न अत्र तु सकारः चकारः अस्ति अत्र सकारचकारः अस्ति सकारस्य प्रभावेन सकारः तालवे शकारः भवति खलु तदेव सोहचुनाश्चुः इति कार्यं सकारस्य स्थाने तालवे शकारः चकारस्य प्रभावेण चकारः एव निमित्तम् चकारः एव निमित्तम् इदानीं तादृश लोपः भवनीयं तत्र न एकक्षणम् एकक्षणं तत्तु तत्तु अस्ति परन्तु इदानीं यः चकारः निमित्तरूपेण वर्तते सोऽश्चुनास्तुः इति सूत्रकृते तादृशचकारस्य परिवर्तनं अग्रे भविष्यति खलु ब्रश्च ब्रश्च इति सूत्रेण चकारस्य षकारः भवति तर्हि इदानीं निमित्तं यः चकारः इति निमित्तम् आसीत् तद् इदानीं नष्टं षकाररूपेण परिवर्तितम् इदानीम् अवगतं भगिनि निमित्तम् इदानीं नास्ति षकारः अस्ति षकारः अस्ति चेत् कथं वा सोहश्चुनस्तु इत्यस्य कार्यं भवितुमर्हति न भवति इति कृत्वा तत्र सुहशुनशुः इति कार्यं न करणीयं यतोहि निमित्तं यद् निमित्तम् अस्ति तद् नशिष्यमाणम् अस्ति अग्रे गत्वा नशिष्यमाणम् अस्ति धन्यवादः तर्हि इदानीं किञ्चित् अग्रे गच्छामः किं तत्र सूर्यकुमारी भगिनी पठति वा कोः संयोगाद्योरन्ते च अनन्तरं व्रश्च प्रश्च सूत्रत्रयमपि पठतु केवलं प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं हा किम् अस्ति महोदय शिष्यमाणम् अर्थः कः नशिष्यमाणम् इत्यत्र कीदृशप्रत्ययः इति चिन्तयतु नशिष्यमाणं कोऽपि वदतु प्रत्ययः कः तत्र चाणच्य प्रत्ययः दट् विच् विल् बि डिस्ट्राय्ड् न आङ्ग्लभाषा न मम प्रश्नस्य उत्तरं चाणच् प्रत्ययः तावत् भविष्यत्काले शानच् भविष्यति शानच् वृट्टि वृट्टि शानच् भविष्यमाणं भविष्यत्काले शानच् निमित्तं नशिष्यमाणम् इति अस्ति निमित्तं यदस्ति तद् अग्रे गत्वा नशिष्यमाणम् किम् अवगतं वा हा अस्तु भगिनि सूर्यकुमारी भगिनी वदतु भगिनि कोः संयोगाद्योरन्ते च संयोगस्य प्रथमसमस्य सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति न तु द्वितीयसदस्य जलि पदान्ते च अनुवृत्तिसहितसूत्रमस्ति संयोगाद्योः स्कोः लोपः जलिपदस्य अन्ते च तत्र स्कोः इत्युक्ते सकार ककार संयोगाद्योरन्ते च इत्युक्ते यत्र यत्र संयोगः भवति तदादिसकारककार वा अस्ति अथवा पदान्ते अपि अस्ति तत्र पदान्ते वा जलिपरः वा अस्ति चेत् तत्र सकारककारलोपो भवति न तु अन्तिमवर्णस्य लोपः. अनन्तरं पठामेव व्रश्च तदपि पठतु. व्रश्च ब्रश्य सृज मृज यजराज ब्राज चषां सः व्रश्य ब्रश्य सृज मृज यजराज ब्राज चकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने सकारादेशः भवति जलि पदान्ते च. अनुवृत्तिसहितसूत्रमस्ति तदेव व्रश्य ब्रच सृज मृज यजराज ब्राज चषांसः जलि पदस्य अन्ते च. तत्र परिगणितानि धातवः सन्ति अपि च चकार अथवा तुक्सहितचकार वा चकार वा धात्वन्ते अस्ति चेत् स्थाने षकारः भवति. निमित्तानि पदस्य अन्ते वा जलिपरे वा अस्ति चेत् तत्र परिगणितस्तु दातव मुख्यविषयः. अस्तु भगिनि, बहु समीचीनं, धन्यवादः. इदानीं किञ्चित् अग्रे गच्छामः. किं सरस्वती भगिनी पठति वा? भगिनि एकवाक्यं न पठितं भगिनि, स्को संयोगान्ते तस्य तस्मात् पूर्वम् एकवाक्यम् अस्ति. किं वाक्यं? लङ्लकारे प्रथमपुरुषे एकवचने बकारस्य नशिष्यमाणत्वात् नश्च पदान्तस्य जले च अनुस्वारस्य परसवर्णः इत्याभ्यां कार्यं न साधनीयम् एव इति करपत्रे, मम करपत्रे नास्ति, तद् परिष्कृतं तत्र भवत्याः पुरातनकरपत्रं स्यात्. अस्तु, नास्ति खलु? नास्ति नास्ति, तद् निष्कासितम्. अस्तु तर्हि किं सरस्वती भगिनी कृपया. आं भ्रश्च भ्रश्च पठामि किम् इदानीं? न न, ततः अग्रे चकारस्य प्रकारद्वयं. चकारस्य प्रकारद्वयं सामान्यं छोः षूडनुनासिके च इत्यनेन षत्वं तदा भ्रश्च भ्रश्च सृजमृज याजराज भ्राज शशांशः इत्यनेन षत्वं. तदनन्तरं तर्हि तत्र उदाहरणमस्ति पापृच्छ. पापृच्छ पुनः यङन्त अस्ति, यङ्लुगन्त अस्ति, पापृच्छ योग सि. तर्हि अत्र छकार अन्तिमवर्णः अस्ति, षूड् अनुनासिके छ्वोः षूड् अनुनासिके च इत्यनेन चकार योगछकार तयोः स्थाने षकार आगच्छति, तर्हि पाप्रश् भवति, पाप्रश् योगस्ति. तदनन्तरम् इदानीं रूपमस्ति पाप्रश् तालव्यषकारान्ते अस्ति, अतः व्रश्च भ्रश्च सूत्रेण कार्यं षकारस्य स्थाने षत्वं भवति, तदा पाप्रश् भवति, पाप्रश् योगस्ति, षडोः कहति पाप्रक् भवति, षकारस्य स्थाने ककार. इदानीं प्रापक् योगसि आदेशप्रत्यययोः इत्यनेन सकारस्थाने षकारः, पाप्रक् योगसि इदानीं तत्र कश संयोगे क्ष इत्यनेन पाप्रक्षि, एवं वयं शक्नुमः. बहु समीचीनं, सूत्रमपि पठतु कृपया. छोः षूड् अनुनासिके च षष्ठ अध्याय चतुर्थपादः एकोनविंशतितमं सूत्रमस्ति, तुक्सहितछकारस्य स्थाने षकारादेशः अपि च वकारस्य स्थाने ऊट् आदेशो भवति अनुनासिकादिप्रत्यये परे क्वी परे झलादिप्रत्यये च परे अनुवृत्तिसहितसूत्रं पूर्णतया पठामि किं भगिनी वा केवलम् अनुवृत्तिसहितसूत्रं न पूर्णतया पठतु इदं सूत्रं बहुवारं न पठितम् अतः पूर्णतया पठतु अस्तु छ च व च तयोर् इतरेतरद्वन्द्वः छ्वौ तयोः छ्वोः षकार च ऊट् च तयोः समाहारद्वन्द्व षूड् झलाञ्जशुन्ते इत्यनेन ठकारस्य स्थाने ढकारः छोः षष्ट्यन्तं षूड् षूड् प्रथमान्तम् अनुनासिके सप्तम्यन्तं च अव्ययपदम् अनेकपदमिदं सूत्रम् अनुनासिकस्य स्वीझलोः निति किन्निति इत्यस्मात् स्वीझलोः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति छोः अङ्गस्य षूड् क्विझलोः अनुनासिके च तर्हि सूत्रमस्ति छोः षूड् अनुनासिके च तर्हि अत्र छोः कथम् आगच्छति चेत् तुक्सहितछकार अस्ति तुक्सहितछकार भूत्वा तत्र सन्धि भूत्वा चकार आगच्छति चकार छकार एवमस्ति तर्हि तत्र सूत्रं वदति छकार तुक्सहितछकार अस्ति अथवा वकार अस्ति तर्हि कार्यं भवति तर्हि कार्यं किं भवति इत्युक्ते चकारयोगछकार तयोः स्थाने षकार आगच्छति वकारस्य स्थाने ऊट् आगच्छति अतः छोः षूड् अनुनासिके च तर्हि एवं सूत्रमस्ति तर्हि निमित्तानि कानि तर्हि अनुनासिकादिप्रत्यये परे अस्ति चेत् एवं भवति नो चेत् क्वि परे अस्ति चेत् भवति अथवा झलादिप्रत्ययः प्रत्ययः अस्ति चेत् परे झलाञ्जशुन्ते झलाञ्जशुन्ते इत्यनेन यदि वकारस्य स्थाने ऊठ् आगच्छति तदा झलाञ्जशुन्ते कार्यं कृत्वा तत्र ठकारस्य स्थाने डकार आगच्छति अतः एव षूड् भवति सूत्रे षूड् अनुनासिके च तर्हि षकारयोग ऊट् तर्हि षूट् भवति तदनन्तरं झलाञ्जशुन्ते कार्यं कृत्वा तत्र षूड् भवति षूड् योग अनुनासिके अतः षुडनुनासिके च एवं भवति अत्र अनुनासिकस्य क्विझलोः निति इत्यस्मात् क्विझलोः अनुवृत्तिः भवति अङ्गस्य अधिकारः अस्ति अतः अनुवृत्तिसहितसूत्रमस्ति छोः अङ्गस्य षूड् क्विझलोः अनुनासिके च भगिनी हा सम्यक् अस्ति समीचीनं तर्हि तत्र सूत्रे छोः इति अस्ति तत्र तुक्सहितचकारः अथवा वकारः तुक्सहितचकारस्य तालव्यशकारादेशः वकारस्य ऊट् आदेशः निमित्तानि कानि इति चेत् अनुनासिकादिप्रत्यये परे क्विपरे जलादिप्रत्यये परे इति अत्र सूत्रमस्ति तत्र पाप्रच्योगः सि इति अत्र एकवारं सूत्रमाधारीकृत्य प्रदर्शयतु निमित्तं किम् आं भगिनि तर्हि पाप्रच् योग सि अतः तुक्सहितछकार अस्ति तदनन्तरं झल् परे अस्ति झलि परे अतः छोः षूडनुनासिके च कार्यं करोति तुक्सहितछकारस्य स्थाने तालव्यषकार आगच्छति अतः पाप्रच् योग अस्ति तत्र पाप्रश् भवति पुनः अग्रे अपि वदामि किं तत् पूर्वम् उक्तवती खलु समीचीनं न समीचीनं सम्यक् अस्ति ततः अग्रे तु प्रक्रिया प्रवर्तते व्रश्च ब्रश्च एतत् सर्वं तद् वयं जानीमः अत्र छोः षूडनासिके इत्युक्ते छोः षूडनासिके च इति सूत्रे मतभेदः अस्ति अत्र अष्टाध्यायी .com मध्ये पश्यन्ति चेत् जलादि किति निति प्रत्यपरे इति प्रायः दत्तं स्यात् अत्र तु जलादि प्रत्यपरे इति तत्र मतभेदः अस्ति द्वेधा अपि शक्यते अत्र भाष्यकारः वदति द्वेधा अपि शक्यते जलादि कित्तीनिति अपि वक्तुं शक्यते अथवा जलादि इति वक्तुं शक्नुमः जलादि इति वयं वदामः चेत् अत्र पाप्रच्योगः सि इत्यत्र प्रवर्तते यदि जलादि किति निति इति वयं वदामः तदानीं पाप्रच्योगः सि इत्यत्र चोः शूडननासिके च इत्यस्य प्रसङ्गः न भवति, यतोहि सि इति सिप् प्रत्ययः पित् अस्ति, अतः कित्नित् नास्ति, जलादि कित्नित् नास्ति, अतः तदानीं सूत्रस्य प्रसङ्गः न भवति. तदानीं तत्र किं भवति इति चेत् साक्षात् व्रश्च व्रश्च इत्यनेन तुक्सहितचकारस्य स्थाने मूर्धन्यषकारादेशः भवति, इत्युक्ते तत्र एकं सोपानं न भवति, तत्र साक्षात् द्वितीयसोपानं भवति, साक्षात् तुक्सहितचकारस्य तालव्यषकारः भवति यदि चोः शूडनासिके च इत्यत्र जलादि किति निति इति वयं वदामः. परन्तु अस्माकं करपत्रेषु सर्वत्र जलादिप्रतिपरे इति एव अस्माभिः स्वीकृतम्, अतः अत्र एतादृशदत्तम्, एतादृशप्रक्रिया अस्ति अत्र. अस्तु, धन्यवादः भगिनी. इदानीं ततः अग्रे किम् अरुणा भगिनी पठति वा? आं भगिनि, तृतीय उदाहरणं रेफपूर्वकचकारान्तधातुः अस्ति चेत् राल् लोपः इत्यनेन चकारलोपः भवति. राल् लोपः षष्ठाध्याये चतुर्पादे नवविंशतितमं सूत्रम् उदाहरणमस्ति मो मृच् मृच् दातु मृच् दातु यङन्तदातु मो मृच् युगसि अत्र जल् अस्ति अतः चकार अत्र चकारं सामान्यचकार तुक्सहितचकार नास्ति अतः चकारलोप एव भवति मो मुर् युगसि मो मुर्सि अत्र पुगन्तलघुपदस्य इति गुणः भवति मो मो मृ मो मृ मो मृ योगस्य न न मो मो मो योगस्य मो मो योगः अस्ति मो मो योगस्य सत्त्वं भूत्वा मो मोषि भवति. सत्त्वस्य निमित्तं किमस्ति? जलादिप्रत्यये परे भवति. न न न सत्त्वस्य निमित्तम् इत्युक्ते आदेशप्रत्ययोः अत्र रेफा अस्ति. रेफः निमित्तं सत्यं, यतोहि इन्कोः इत्यत्र लण् पर्यन्तं ग्राह्यं खलु, अतः रेफः निमित्तम् अस्ति तत्र. समीचीनम्. अस्तु, सम्यक् भगिनि, धन्यवादः. तर्हि इदानीं रालोपः इति सूत्रं किं शोभा भगिनी पठति वा? आं भगिनि, रालोपः रेफात् परस्य चकारस्य वकारस्य च लोपो भवति क्वि जलादिप्रत्ययः अनुनासिकः च परे अस्ति चेत्. रात् पञ्चम्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रं त्वो षूडनुनासिके च इत्यस्मात् त्वोः इत्यस्य अनुवृत्तिः. अत्र ध्येयं यत् अनुवृत्तौ तुक् सहितचकारः सत्यपि व्याख्याने तुगागमो नो नापेक्षितः, अतः न स्वीकृतः. अनुनासिकस्य क्विझलोः निति इत्यस्मात् अनुनासिकस्य क्विझलोः इत्यनयोः अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य रात् च्वोः लोपः अनुनासिके क्विझलोः इति. रालोपः इति सूत्रं तत्र रेफात् परस्य छकारस्य वकारस्य वा इत्युक्ते च्वोः लोपः भवति यदा क्विप्रत्ययः झलादिप्रत्ययः अपि च अनुनासिकवर्णः च परे अस्ति चेत् इति. तत्र रात् इति पञ्चमी अर्थे दत्तमस्ति लोपः प्रथमान्तं. तत्र च्वोः षूड् अनुनासिके च इत्यनेन इत्यस्मात् च्वोः इत्यस्य अनुवृत्तिः अस्ति, किन्तु तत्र उक्तम् अनुवृत्तौ तुक्सहितचकारः अस्ति चेदपि व्याख्याने तुगागमः न अपेक्षितः, अतः न स्वीकृतः इति. तुगागमः न अपेक्षितः अत्र अस्मिन् सूत्रे इति चिन्तयामि. अस्तु, अनुनासिकस्य क्विझलोः क्निति इत्यस्मात् अनुनासिकस्य क्विझलोः तयोः एव तत्र किम् अनुवृत्तिसहितसूत्रे न तदपि अस्ति. अङ्गस्य रात् वोः लोपः अस्तु अनुनासिके क्विझलोः सर्वम् अस्ति तत्र. तत्र भगिनी प्रश्नः, ध्येयं यत् अनुवृत्तौ तुक्सहितचकारः सत्यपि व्याख्याने तुगागमः न अपेक्षितः. तत्र किम् अस्ति व्याख्याने तुगागमः न अपेक्षितः इत्युक्ते कुत्र न अपेक्षितः इति भवति भगिनि? इत्युक्ते रालोपः इति सूत्रे चकारः इति अनुवृत्तम् अस्ति खलु पूर्वस्मात् सूत्रात्, श्वोः शुडनासिके च इति सूत्रात्. श्वोः शुडनासिके च इति सूत्रे तु तुक्सहितचकारः इति उक्तं तत्र. आम्, तर्हि अस्मिन् सूत्रे अपि तुक्सहितचकारः इति एव अनुवृत्तिरूपेण स्यात् खलु चेत् अस्मिन् सूत्रे अस्य सूत्रस्य कार्यार्थं तुक्सहितचकारः न अपेक्षितः. केवलं चकारः अस्ति चेदपि सूत्रस्य कार्यं भवति. अस्तु, तर्हि किमर्थं स्वीकृतं चोः इति तुक्सहित अनुवृत्ति? चोः शूडनासिके च इति अत्र पृच्छति वा? तत्तु दोषाय अस्ति, तत् परिवर्तनीयम्. इत्युक्ते यद्यपि पूर्वस्मात् सूत्र चोः इति अनुवृत्तं, परन्तु अत्र तु कार्यार्थं तुक्सहितचकारः नास्ति. अतः वस्तुतः तुक्सहितचकारः इति न प्रदर्शनीयं, यतोहि तस्य कार्यं नास्ति तथा. अतः चोः इति भवेत् तावदेव. अस्तु, समीचीनं. तर्हि इदानीम् अग्रिमः विषयः अस्ति. इदानीं चकारस्ति तत्र पूर्वस्मिन् परिच्छेदे मोमोर् योगः सि, तत्र विसर्गः जातः, तर्हि आदेशप्रत्ययोः इत्यनेन भवति वा नुम् विसर्जनीय शर्व्यवाये अपि इति सूत्रेण षत्वं भवति वा? न, इदानीं पश्यतु, तत्र आदेश इत्युक्ते करवसानयोर्विसर्जनीयः. हा, तत्र किञ्चित् चिन्तनीयं. सत्यं, तत्र करवसानयोर्विसर्जनीयः इति पूर्वसूत्रमस्ति आदेशप्रत्ययोः इत्यस्य अपेक्षया इति विसर्गः अभवत्. सत्यं सत्यं, समीचीनं. धन्यवादः भगिनी, तद् मया न दृष्टं. तत्र विसर्गः जातः, अतः मोमोः योगः अस्ति. तर्हि इदानीं निमित्तं किम् अस्ति आदेशप्रत्ययोः इत्यस्य? तत्र नास्ति, पूर्वस्मिन् सूत्रे अस्ति नुम् विसर्जनीय शर्व्यवाये अपि. न न न, अत्र मोमोः योगः सि इत्यत्र अत्र निमित्तमस्ति ओकारः, आदेशप्रत्ययोः इत्यस्य निमित्तमस्ति ओकारः. तत्र नुम् विसर्जनीय शर्व्यवाये अपि इति अनुवृत्तम् अस्ति अस्मिन् सूत्रे. अतः आदेशप्रत्ययोः इति सूत्रम् इति सूत्रे अपदान्तप्रत्यय अवयवरूपी सकारस्य षत्वं नुम् विसर्जनीय शर्व्यवाये अपि इति वक्तव्यम् इन्कोः. अतः मध्ये विसर्गः अस्ति चेदपि सकारस्य षत्वं हा इति अस्ति. हा, धन्यवादः भगिनि. करवसने विसर्जनीयः इति पूर्वसूत्रमस्ति, सत्यं महोदय. अत्र स्वोः इत्यस्मिन् अनुवृत्तौ तुप्सहितचकारस्य निमित्तं न आवश्यकं, चकारः एव आवश्यकम् इति उक्तमस्ति. अत्र छोः इत्यस्मिन् अनुवृत्तौ चकारं त्यक्त्वा चकारः एव एतादृशविभजनं कर्तुं शक्नोमि वा? इत्युक्ते तदर्थमेव एवमेव प्रदर्शितं छोः इति प्रदर्शितम् अनुवृत्तौ, परन्तु कार्यं व्याख्याने दत्तम् अस्ति यत् कार्यं तु केवलं चकारः अस्ति चेदेव कार्यं भवति, तुक्सहितचकारः न दृश्यते. यथा अत्र मोमुर्च् इति अस्ति खलु, मोमुर्च् इत्यत्र तुक्सहितचकारः नास्ति खलु. अस्तु, सम्यक् अवगतम्. एतादृशविभजनं कर्तुं शक्नुमः वा अनुवृत्तौ? व्याख्यानात् विशेषप्रतिपत्तिः इति कृत्वा अनुवृत्ति, अतः एव महोदय किं कृतवान् इति चेत् अनुवृत्तिसहितसूत्रे छ्वोः इति तथैव स्वीकृत्य सः वदति यत् यद्यपि अत्र छ्वोः इति तथैव स्वीकृतं, तथापि सूत्रस्य कार्यं तुक्सहितचकारः अस्ति चेत् भवति इति नास्ति, तुक् नास्ति चेदपि भवति इति सः वदति इति तादृश अवगमनं व्याख्यानतः भवति. अस्तु अस्तु, व्याख्यानतः विशेषप्रतिपत्तिः. भगिनी विजयलक्ष्म्या भगिन्याः प्रश्नः मया न अवगतम्, उत्तरमपि न अवगतम्। विसर्जनीयः मो मोर् योगः सि इति अस्ति खलु, मो मोर् योगः सि, तत्र मो मोर् इत्यत्र यः रेपः अस्ति खरिपरे रेपस्य स्थाने विसर्गादेशः भवति खलु खरवसानियो विसर्जनीयः इत्यनेन, अतः मो मोः योगः सि इति भवति। मो मोः योगः सि इति इदानीम् अस्ति, तर्हि इदानीं षत्वं भवति वा आदेशप्रत्ययोः इत्यनेन इति चेत् आम्, सकारात् पूर्वं विसर्गः अस्ति, विसर्गात् पूर्वम् ओकारः अस्ति, ओकारः एव षत्वस्य निमित्तं, यतोहि ओकारः इन् प्रत्याहारस्थः वर्णः। परन्तु इदानीं मध्ये विसर्गः अस्ति, विसर्गः अस्ति चेत् कार्यं भवति वा इति चेत् विसर्गः अस्ति चेदपि कार्यं भवति, अतः एव अत्र सूत्रे किम् उक्तं नुम् विसर्जनीय सर्वे वा ये अपि इति अनुवृत्तिः अस्ति तस्मिन् सूत्र पूर्वस्मात् सूत्रात्। अतः आदेशप्रत्ययोः इति सूत्रम् इन्कोः इति निमित्तं वर्तते, अपि च निमित्तं कार्यम्, अनयोः मध्ये नुम् प्रत्याहार नुम् अस्ति, विसर्गः अस्ति चेदपि कार्यं भवति, नुम् विसर्जनीय शर् प्रत्याहारसः वर्णः चेदपि कार्यं भवति। अवगतम् इति विशिष्टवार्ता, विशिष्टवार्ता। किन्तु अत्र तत्र खरवासने विसर्जनीय सूत्रं भवति, तत्तु चिन्तितं, तत्तु भवति, मयापि न चिन्तितं, मया न दृष्टं। धन्यवादः विजयलक्ष्मी भगिनी, धन्यवादः, धन्यवादः। तर्हि इदानीं किञ्चित् अग्रे गच्छामः। उमा भगिनी पठितुमिच्छति वा? इदानीं किञ्चित् किं वंशी भगिनी अथवा लक्ष्मी भगिनी किञ्चित् अग्रे नयतु, मह्यं पञ्चनिमेषाः अपेक्षिताः। अहं पठामि वा? अहं पठामि। न, तत्र न, उमा भगिनी पठति इदानीं, तदनन्तरं भवती पठतु। क्षम्यता। उमा भगिनी भवती अस्ति वा? सुरकुमारी भगिनी, एकः प्रश्नः अस्ति, तत्र मोमुर् तत्र इन्कोः अपि रेफः इन्को वर्णः अस्ति खलु? सत्यं, तत्तु अस्ति एव, परन्तु तत्र पूर्वसूत्रमस्ति। किं कार्यं भवति रा रेफः परः सकारः अस्ति चेत् कदा किमर्थं सकारः भवति? किमर्थं शक खरवसाने विसर्जनीयः कार्यं करोति किल, रेपस्य रेपस्य विसर्गः भवति खलु? आम्, न पूर्वं भगिनी उक्तं रेफनिमित्तेन सकारः भवति इति। हा, तत्तु सामान्यरीत्या यदि खरवसाने विसर्जनीयस्य कार्यं नास्ति तर्हि तत्र भवति, परन्तु तत्र तु रेफस्य निमित्तम् इत्युक्ते इन्को वर्णः अस्ति चेत् खलु? सत्यं, सत्यं, तदेव अस्ति। ओके, ओके, परन्तु अत्र तु प्रवर्तमानः अस्ति किल, तत् सूत्रं प्रवर्तमानः अस्ति इति कारणात् तस्मात् विसर्गः आगतं किल। ओके, धन्यवादः। उमा भगिनी पठतु। जकारस्य प्रकारद्वयं सामान्य सोः कुः इत्यनेन कुत्वम् स्थिति सोः कुः इत्यनेन सकारे जलि परिपरे कुत्वं त्याग् सारि त्यग् त्यग् योगः स्थिति आदेशप्रत्ययोः इत्यनेन सत्वं त्यग् योगः स्थिति खरीफ इत्यनेन सत्वं त्यक् प्लस्यति त्यक्षति त्यक्ष्यति परि त्यक्ष्यति इति आगच्छति। अत्र सोः कुः आगच्छति, त्यज् योगः सति इति अत्र सोः कुः इत्यनेन सकार्यपरे कुत्वम् आगच्छति, सो त्यज् अधिकं त्यग् योगः सति प्रत्ययकारः सो आदेशप्रत्ययोः इत्यनेन सत्त्वम् आगच्छति षड् योगः ष्यति सो ष्यति इदं ष्यति सो खरीच इत्यनेन सत्त्वं त्यक् योगः ष्यति त्यक्ष्यति इति आगच्छति आदेशप्रत्ययः कथं प्रवर्तते भगिनि कथं वदतु आदेशप्रत्ययोः इत्यस्य सूत्रस्य निमित्तं किम् अस्ति तत्र आदेशप्रत्ययोः सूत्रेण सकारः लोपः भवति तत्र तस्य लोपः भवति वा आदेशप्रत्ययोः इत्यनेन क्षति सूत्रे क्षति प्रत्यये सा स्थाने सा आगच्छति मूर्धनिषकारः आगच्छति सत्यं परन्तु निमित्तं किमस्ति तत्र झलि झलि परे अस्ति चेत् किम् आदेशप्रत्ययो इन्कोः परे गकारः अस्ति गकारः निमित्तमस्ति भवान् तत्र इन्कोः परे कवर्गीयवर्णः अस्ति किल तस्मात् प्रत्ययस्य आदौ यद् सकारः अस्ति तत्र प्रत्ययस्य सकारस्य षत्वं भवति खलु प्रत्ययस्य सकारं सकारः भवति तदेव अस्तु समीचीनं तस्मात् अस्तु तत्र अस्तु तर्हि तत्र जकारस्य सामान्यकार्यं किमस्ति इत्युक्ते चोः कुः इत्यनेन तत्र कुत्वं भवति चोः कुः तु सूत्रं वयं दृष्टवन्तः अत्र अधुना अग्रे अपि पठतु भगिनि योजिति धातोः तत्र योज् योगः स्थिति योग् योगः स्थिति योग् योगः स्यति अत्रापि आदेशप्रत्ययोगेन सकारः अधिकं सकारः ष्यति योग् देन् सोः कुः इत्यनेन योजदिकं योग् सो योग् योगः ष्यति अधिकं योग् योगः ष्यति सो योग् ष्यति इति आगच्छति समीचीनं भगिनि धन्यवादः इत्यत्र योग् कथं भवति इति न उक्तवती योग् तृतीयः वर्णः कथं प्रथमः वर्णः भवति इति न उक्तवती भवती सत्यम् अस्तु जयलक्ष्मी भगिनी भवती अग्रे सारयति सारयति पठामि किम् ब्रश्च सृज मृज यज राज भ्राज इत्येषां षत्वम् एतेषां षत्वं भवति व्रश्च भ्रश्च सृज मृज यज राज भ्राजश्चषां शः इति सूत्रेण यतोहि एते धातवः अस्मिन् सूत्रे साक्षात् उक्ताः बाब्रश्च योगसि स्कोः संयोगादयोरन्ते च इत्यनेन झलीपरे संयोगस्य प्रथमसदस्यस्थ सकारस्य लोपः बाब्रज योगसि व्रश्च भ्रश्च सृज मृज यजराज भ्राजश्चशांशः इत्यनेन जकारस्य षत्वं बाब्रश योगसि षडोगसि इत्यनेन सकारे परे षकारस्य ककारादेशः बाभ्रक् योगसि आदेशप्रत्ययोः इत्यनेन इन्कोः प्रत्ययावयस्य सकारस्य षत्वं बाभ्रक्षि अत्र जकारस्य प्रकारद्वयम् इति उक्तं तयोः अन्यतमः सामान्यतया चोः कुः प्रवर्तते चेत् केषुचित् धातुषु भ्रश्च सृज मृज यज राज भ्राज इत्येषां धातूनाम् अन्तिमवर्णस्य षकारादेशः भवति प्रश्च प्रश्च सृजमृज यजराज भ्राजश्चशांशः सूत्रेण. उदाहरणार्थं बाभ्रश्च इति यङ्लुगन्धधातुः योगसि इत्यत्र बाभ्रश्च इत्यत्र सकारजकारयोः संयोगः संयोगस्य प्रथमसदस्यः सकारः अतः स्कोः संयोगाद्योरन्ते च सूत्रेण सकारस्य लोपः. अत्र निमित्तं कियत् अस्ति इति जलि जलिप्रत्याहारस्थः अस्ति अतः निमित्तानि पूरितानि सकारस्य लोपः भूत्वा बाब्रज. इदानीं बाब्रज्योगसि इत्यत्र चोहोकुः इत्यस्य प्रसक्तिः अस्ति चेदपि तं प्रबाद्य अपवादरूपेण व्रश्च भ्रश्च आगत्य कुत्वं प्रबाद्य अत्र षत्वं जकारस्य षत्वं भवति विशिष्टसूत्रेण. तर्हि बाभ्रश् इति रूपं बाभ्रश्योगसि इति प्रसङ्गे इत्यस्मिन् प्रसङ्गे षठोकसि इति विशिष्टसूत्रं प्रवर्तते. अनेन अन्तिमषकारस्य ककारादेशः भवति रूपं स्यात् बाभ्रक् योगसि. अत्र अवयवप्रत्ययस्य अवयवस्य सकारस्य षत्वं जायते. ककारः निमित्तरूपेण कुत्वम् अस्ति इन्कोः इत्यत्र इन् प्रत्याहारः न चेत् कुवर्गः अस्ति चेत् षत्वं जायते. अतः अत्र ककारः अस्ति इति कारणात् निमित्तानि पूरितानि सकारस्य षत्वं भूत्वा बाभ्रक्षि इति रूपं सिद्ध्यते. भगिनी पृच्छतु भगिनी. सूर्यकुमारी भगिनी किमपि तत्र यङ्लुकन्तधातु अस्ति बाभ्रश् कथं पूर्व वाव्रश् तत्र कथं स्तोश्चुनाचुः बाभ्रश् न भवति. अत्र चित्वा किमर्थं न भवति इति पृच्छति वा? तत्र सन्धिकार्यं न कृतं खलु प्रत्यय धातवप्रकरणे वाव्रश् तत्र सकार अस्ति खलु चित्वं कृत्वा व्रश्च इति कृतम्. अत्रापि भ्रश्च इत्यस्य किमर्थं चित्वं न कृतम् इति भगिन्याः प्रश्नः. मम प्रश्नः समान उत्तरं यथा पूर्वम् अकृतव्यूहः पाणिनीयः. ओके धन्यवादः भगिनि. सूत्रे किमर्थम् अत्र सकारः तत्र षकारः इति अस्ति? व्रश्च भ्रश्च व्रश्च इति एव भवितुमर्हति खलु? न अत्र वस्तुतः सोऽस्ति न स्युः भवति अनन्तरं जलां जसि अपि भवेत् खलु? वस्तुतः तत्र ब्रज् इति भवेत् अत्र बाब्रज् इति भवेत् जकारद्वयं भवेत्. तर्हि उभयत्रापि समानं निमित्तं न शिष्यमाणम्. एकत्र तु तथापि षकारः दर्शयति अन्यत्र जकारः दर्शयति. तथापि सन्धिकार्येण कुत्रापि भ्रश्च इति न कृतम् इति सत्यं वा? न अत्र सोऽश्चुनाशुः सोऽश्चुनाशुः जलं जस्यसि सूत्रद्वयमपि करणीयं. किमर्थं केवलं सोऽश्चुनाशुः? अत्र सूत्रद्वयस्य प्रसङ्गः अस्ति इति कृत्वा बाब्रज् योगः सि इति स्यात्। तदानीं वयं वदामः सोः कोः संयोगाद्योरन्ते च इति कथं कार्यं करोति इति प्रश्ने सति तदानीं वयं वदामः यत् अत्र नशिष्यमाणं निमित्तम् इति कृत्वा तत्र सोहस्य न स्युः जलां जष्यसि सूत्रद्वयमपि न करणीयम् इति, यतोहि जकारः एव निमित्तमस्ति उभयत्र। भगिनी तत्र बाब्रश् योगसि स्को संयोगान्त्यन्ते लोप अन्ते च तत् सूत्रेण सकारलोपः भवति, तदनन्तरं बाब्रज् एव तिष्ठति। कथं व्रश्च ब्रश्च इति सूत्रं कार्यं करोति? सकारः नास्ति तत्र। न, व्रश्च ब्रश्च इति सूत्रस्य कार्यार्थं सकारः नापेक्षितः, तादृशधातुः भवति। इदानीमपि धातुः धातुः ब्रश् नास्ति, इदानीं ब्रज् एव अस्ति। न, शुनकस्य पुच्छः नष्टः, शुनकस्य पुच्छः नष्टः चेदपि शुनकः एव खलु। परिभाषा अपि उक्तं गतसप्ताहे खलु, प्रकृतिग्रहणेन यङ् लुगन्तस्य अपि ग्रहणं तदपि अस्ति, तदपि अस्ति। अत्र वस्तुतः यङ् लुगन्तधातोः ग्रहणम् इति वदति चेदपि इदानीं यङ् लुगन्तधातुः बाब्रज् बाब्रज् इति नास्ति खलु, सकारः लुप्तः, अतः बाब्रज् इति अस्ति, परिवर्तितः धातुः अस्ति। अतः परिभाषाद्वयं वक्तव्यम्। एकं तु प्रकृतिग्रहणे यङ्लुगन्तस्य अपि ग्रहणम् इति एका परिभाषा, अन्या परिभाषा तु एकदेशविकृतस्य अनन्यत्वात्, एकदेशे विकृतः जातः चेदपि सः धातुः मूलधातुवत् वर्तते। भगिनी प्रथमः परिभाषा किम् अस्ति भगिनी? तत् प्रथमा परिभाषा प्रकृतिग्रहणे यङ्लुगन्तस्य अपि ग्रहणम्। अत्र सूत्रे व्रश्च ब्रश्च इति सूत्रे मूलधातुः एव उक्तः खलु, न तु यङ्लुगन्तधातुः। अतः तर्हि यङ्लुगन्तधातोः ग्रहणं कथम् इति चेत् प्रकृतिग्रहणे यङ्लुगन्तस्य अपि ग्रहणम् इति अस्ति। अतः प्रकृति मूलधातुः उक्तः चेत् यङ्लुगन्तधातोः अपि ग्रहणम् अस्ति सूत्रेषु। ओके, अस्तु अस्तु अस्तु, धन्यवादः। अस्तु तर्हि इदानीं कस्य क्रमः? तत्र अनिमा भगिन्या न पठितं, वंशी भगिनी अपि न पठितं। भगिनी अनिमा भगिनी, अनिमा भगिनी पठतु। अत्र व्रश्च भ्रश्च सूत्रेण अन्तिम च वर्गस्य वर्णस्य स्थाने शकारादेशः अन्यत्र कार्यं करोति वा? अत्र तु न आवश्यकमेव खलु, चोः कुः इत्यनेन एव बाभ्रक् इति भवितुम् अर्हति, परन्तु समानविषयः, अपवादसूत्रं न सूत्रस्य शकारस्य अन्यत्र कार्यम् अस्ति इति कृत्वा सूत्रं रचितं वा? न बुद्धं भवत्याः प्रश्नः कः? व्रश्च भ्रज इति सूत्रं यदि न भवति तदापि चोः कुः इत्यनेन बा भ्रज् इत्यस्य बा भ्रक् इति चोः कुः इत्यनेन भवितुम् अर्हति। इति भवति, तदनन्तरम् अन्यत् सूत्रमपि भवेत् खलु, इदानीं गकारः अस्ति, तदनन्तरं खरीच इति किमपि वक्तव्यं। परन्तु षडोः कस्ति इति सूत्रं व्रश्च भ्रश्च अस्ति इति कृत्वा दत्तं वा, उत शकारस्य अत्र अन्तिमशकारस्य मूर्धन्यशकारस्य अन्यत्र कुत्रापि कार्यम् अस्ति वा? अत्र तु अत्र षडोः कः अस्ति इत्यस्य कार्यं न भवति, अत्र न भवति चेदपि करीच इत्यनेन बाब्रक् इति लभ्यते। इत्युक्ते न केवलम् अत्र, बहुत्र अस्य कार्यमस्ति खलु, तदेव अन्यत्र कुत्रापि कार्यं भवति। या ओ, इत्युक्ते किमर्थं ब्रज् इति धातुः तत्र स्वीकृतः इति भवत्याः प्रश्नः। एवमेव चोः कुः इत्यनेन जकारस्य च न क ग आयति, तदनन्तरं खरीच इत्यनेन सकारः अतः आदेशप्रत्ययोः इत्यनेन बाब्रक्षी इति लभ्यते, परन्तु अत्र केवलं सि इति प्रत्ययः नास्ति खलु भगिनि, अन्यत्र अपि भवितुम् अर्हति खलु, जलादिप्रत्यये परे जलादि इति तत्र क्षेत्रं बृहत्क्षेत्रम् अस्तु अस्तु. शः इत्यस्य मूर्धन्यशकारस्य आवश्यकता भवति अन्यत्र कुत्रापि, अन्यत्र बहुत्र भवति, अतः षत्वस्य पुनः षडोकस्य इति सूत्रं दत्वा पुनः वि आर् टचिङ्ग् द नोज् द रिवर्स् वे. समीचीनं, तत्र अग्रे गच्छतु अनिमा भगिनी. आं भगिनि, परिसृज् योगः सि तत्र तत्रापि व्रश्च भ्रश्च सृज मृज यज राज भ्राज चशांसः इत्यनेन सरीसृष् योगः सि इति भवति. जकारस्य षत्वं भवति षढोः कसि इत्यनेन सरीसृक् योगः सि इति भवति. आदेशप्रत्ययोः इत्यनेन इन्कोः सकारः इतोपि अङ्गकार्यं वर्तते खलु, अङ्गकार्यं सर्जति भवति वा, अवश्यं भवति. अस्तु, पुगन्तलघुवतस्य इत्यनेन सरी सर्ज योगः सि इति भवति. अस्तु, धन्यवादः भगिनि. तदनन्तरमेव व्रश्च भ्रश्च सृज मृज यजराज भ्राज चशांसः इत्यनेन सरी सर्ष योगः सि इति भवति. तदनन्तरं षडोकस्य इत्यनेन सरी सर्क् योगः सि इति भवति. ततः आदेशप्रत्ययोः इत्यनेन इन्कोः सका इन्कोः ति प्रत्यावयवस्य सकारस्य षत्वं भवति, सरी स्रक्षि इति भवति, सर्क्षि सरी सर्क्षि इति भवति. अग्रिममपि स्वीकरोतु. मृज् ओ मृज् इदानीं कृतमस्ति, मरि मार्ज् इति कृतं, मृज धातु अस्ति किल भगिनी, तत्र कृतमस्ति. मृजेर्वृद्धिः इत्यनेन मरि मार्ज् इति भवति योगः सि. तत्र भ्रश्च भ्रश्च सृज मृज यजराज भ्राज चशांसः इत्यनेन मरि मार्ष् योगः सि इति भवति. षडोकस्य इत्यनेन मरि मार्क् योगः सि इति भवति. आदेशप्रत्ययोः इत्यनेन प्रत्ययस्य षत्वं मरि मार्क्षि इति भवति. अग्रेपि पठामि वा? इतोपि एकं, या यज् धातु या यज् योगः सि इति भवति. भ्रश्च भ्रश्च सृज मृज यजराज भ्राज छशांसः इत्यनेन या यश योगः सि इति भवति. षडोकसि इत्यनेन या यक् योगः सि इति भवति. आदेशप्रत्ययोः इत्यनेन प्रत्ययस्य सकारस्य षत्वं या यक्षि इति भवति. सम्यक्, बहु सम्यक्. इदानीं धन्यवादः भगिनी. अग्रे वंशि भगिनी अग्रे गच्छतु. आं भगिनि, राराजयोगः सि, तत्रापि राज् इति धातु तत्र उल्लेखः अस्ति. वृष भ्रश सृजयज राज भ्राजच्छशांसः इत्यस्मिन् अतः तत्र चोहकुहुं सूत्रं प्रभात्य एतस्य सूत्रस्य प्रवृत्तिः जायते. अतः तत्र राराजयोगः सि तत्र शकारः जकारस्य स्थाने तत्र मूर्धन्यशकारस्य आदेशः भवति. राराश् योगः सि षडोकस्य इत्यनेन षकारस्य स्थाने ककारः आदेशः भवति. राराक् योगः सि, तस्मात् आदेशप्रत्ययोः इत्यनेन सकारस्य स्थाने मूर्धन्यषकारः आदेश षकारः आदेशः भवति. मूर्धन्यषकारः राराक् योगः सि राराक्षि इति रूपं भवति. बाभ्राज् योगः सि, तस्मिन्नपि बाभ्राज् इति व्रश्य भ्रश्य सृज यज राज सृज वृश्य भ्रश्य सृज मृज यज राज भ्राज इत्यस्मिन् अस्ति इति कारणात् तत्र समानरीत्या षकार मूर्धन्यषकारः भवति तस्मात् षडोकस्य इत्यनेन षकारस्य स्थाने ककार आदेशः तस्मात् आदेशप्रत्ययोः इत्यनेन षकारस्य स्थाने मूर्धन्यषकारः भाव्राक्षि इति रूपं भवति तद् उपरि एव दत्तमस्ति यतोहि तत्र तस्मिन् उदाहरणे एव अस्ति भवति किञ्चित् अग्रे गच्छतु अस्तु झकारान्तस्य एकः प्रकारः चोहुकुः इत्यनेन कृत्वं जाझर्ज् योगः अस्ति झकारः अस्ति अन्ते धातोः अन्ते झकारः तदपि चवर्गीयवर्णः अस्ति अतः तत्र चोहुकुः प्रवर्तते चोहुकुः इत्यनेन कृत्वं झकारस्य स्थाने ककारस्य चतुर्थः वर्णः आदेशः भवति घकारः आदेशः भवति जाझर्घ् योगः सि आदेशप्रत्ययोः इत्यनेन तत्र ककारः इन्कोः वर्णः अस्ति इति कारणात् आदेशप्रत्ययोः प्रवर्तते प्रत्ययस्य आदौ सकारः अस्ति तस्य स्थाने सत्त्वं भवति जाझर्घ् योगः सि तस्मात् खरीच इत्यनेन खर्वर्णः परे तत्र झल् वर्णस्य स्थाने चरादेशः भवति इति कारणात् प्रथमवर्णः आदेशः भवति झाझर्क् योगहर्षि झाझर्क्षि इति अन्तिमरूपं भवति बहु समीचीनं भगिनि धन्यवादः सर्वैः पठितं वा आं भगिनि प्रायः सर्वे पठितवन्तः सर्वैः पठितवन्तः तर्हि अत्र सर्वैः पठितं तर्हि तत्र किम् अस्तु अनिमा भगिनी अग्रे पठतु आं भगिनि झकारान्तस्य एकः प्रकारः तदभवत् अग्रे षकारस्य ककारः भवति तदप् षकारस्य ककारः षडोकसि षकारस्य धकारस्य च ककारादेशो भवति सकारे परे ष्टुनाष्टुः इत्यस्य अपवादः षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ तयोः षडोः षडोः षष्ट्यन्तं कः प्रथमान्तं सिसप्तम्यन्तं त्रिपदमिदं सूत्रं स्वयं सम्पूर्णं षडोकसि यथा कर्षयोगः स्यति षडो कस्सि इत्यनेन षकारस्य ककारादेशः कर्क् योगः स्यति आदेशप्रत्ययोः इत्यनेन इन्कोः प्रत्ययावयवस्य सकारस्य षत्वं कर्क् योगः स्यति कर्क्ष्यति इति भवति तत्र वक्तव्यं किमपि नास्ति किल भगिनि आमां स्पष्टमेव अस्ति तर्हि किञ्चित् अग्रे शोभा भगिनि अग्रे नयतु भगिनि तालव्यषकारस्य मूर्धन्यषकारः तदनन्तरं क इति प्रत्ययस्य आदौ सकारः झलि अतः धात्वन्तस्य षकारस्य स्थाने षकारादेशो भवति तत्र एतस्मिन् सूत्रे वृषभश्च सृजमृज यज राज भ्राज छशां शः झलि पदस्य अन्ते च इति सूत्रे दृष्टवन्तः तत्र परिगणितानां धातूनां रश्च भ्रश्च इत्यादीनाम् अपि च मूल तालव्यषकारान्तधातूनाम् एतेन सूत्रेण झलिपरे मूर्धनषकारादेशः भवति मूर्धनषकारादेशः भवति इति अतः तत्र षकारान्तधातूनां षकारः भवति षकारः भवति तदनन्तरं षडोः कः सि यतोहि परप्रत्ययः सि इति अस्ति अतः षकारयोः ढकारयोः कः भवति ककारादेशः भवति सि प्रत्यये परे तर्हि तत्र ककारादेशः भवति मूर्धन्य षकारस्य प्रत्ययस्य आदौ हा तदेव तावत् अस्ति भगिनि अग्रे सूत्रं पठनीयं वा न न उदाहरणं पठितवती खलु उदाहरणानि उदाहरणानि न पठितं तस्मात् परं तत्र सूत्रम् अस्ति तस्मिन् विषये केवलम् उक्तवती परिचितं सूत्रम् अतः त्यजतु केवलम् उदाहरणं वदतु अस्तु इदानीं क्रोश् योगः स्यति. क्रोश् इत्यस्य इति तालव्यशकारान्तधातुः, अतः तस्य भ्रश्च इति सूत्रेण मूर्धनशकारादेशः भवति. इदानीं क्रोश् योगः स्यति, तत्र परवर्णः सकारः अस्ति, अतः षडोः कः सि इत्यनेन षकारस्य स्थाने क इति आदेशः भवति, क्रोक् योगः स्यति. तदनन्तरं क्रोक् योगः स्यति, तत्र स्यति इत्यस्य आदेशप्रत्ययोः इत्यनेन षत्वं भवति, न क्षम्यतां, क्रोक् हा सत्यं, क्रोक् योगः श्यति इति भवति, क्रोक्ष्यति इति अन्तिमरूपं भवति. वश् इति धातुः परवर्णः प्रप्रत्ययः सि, तत्रापि तदेव कार्यं भवति एतैः सूत्रैः. तर्हि वश् इत्यस्य षकारादेशः भवति, वश् योगः सि, तदनन्तरं तस्य परप्रत्ययस्य किं भवति, वश् योगः सि, तत्र वक्षि इति भवेत्, तर्हि किं भवति, षकारस्य षडोः कः इत्यनेन ककारादेशः भवति, वक् योगः सि, तदनन्तरम् आदेशप्रत्ययोः इत्यनेन सि इत्यस्य षकारादेशः, वक् योगः षि वक्षि इति भवति. तस्मात् परम् अधुना मूर्धने षकारस्य ककारादेशः इति विषयः. तत्र क्रोश् योगः स्यति, इदानीं क्रोश् इत्यत्र मूर्धन्यषकारः अस्ति, क्रोश् योगः स्यति, षकारः अस्ति इत्यतः षडोः कः सि इत्यनेन षकारस्य ककारादेशः, क्रोक् योगः स्यति, आदेशप्रत्ययोः इत्यनेन इन्कोः प्रत्यय अवयवस्य सकारस्य षत्वं, क्रोक् योगः स्यति इति भवति, वर्णमेलनेन क्रोक्ष्यति. अन्तिमं वश् योगः सि, पुनः तत्र मूर्धन्य हा मूर्धन्यषकारः, षडोः कः सि इत्यनेन षकारस्य स्थाने क आदेशः, वक् योगः सि, सि इत्यस्य आदेशप्रत्ययोः इत्यनेन षत्वं भवति, वक् योगः सि, वर्णमेलनेन वक्षि इति अन्तिमरूपं भवति. तदनन्तरं टवर्गः इति अस्ति भगिनि, पठनीयं वा? समीचीनं, धन्यवादः भगिनि. इदानीम् अग्रे मीना भगिनि सरतु. ओं भगिनि, सवर्गः ठकारः ठकारः ढकारः ठकारस्य ठकारस्य ढकारस्य च प्रभावेन अग्रे स्थितस्य सकारस्य शृणष्टुः इत्यनेन श्रुत्वादेशः भवति. तदा स च षकारः करि अस्ति, करि अस्ति इति कृत्वा टकारः टकारः टकाराणां चर् आदेशः करि च इत्यनेन अत्र टकार ठकार ठकार ढकारस्य तत्र सकारस्य ष्टुनाष्टुः ष्टुत्वं भवति प्रथमं, तदनन्तरं षकारस्य करि सकारः करि भवति, तस्मात् करि चेत् सूत्रेण चरादेशः भवति. स उदाहरणं रारट् योगः सि, प्रथमं ष्टुनाष्टुः ततः इत्यनेन ष्टुत्वमादेशः, रारट् सि सकार सकारस्य ष्टुत्वं भवति, षि भवति, रारट् योगः षि. तदनन्तरं करि च इत्यनेन करिपरे जलस्थाने चर् आदेशः भवति, सो रारट् योगः षि, रारट् षि, तादृशमेव तिष्ठति किल, रारट् षि चर् आदेशः भवति, तत्र चर् एव अस्ति तिष्ठति तत्र. लो लो लोट् तत्र टकारसि ष्टुनाष्टुः इत्यनेन लो लोट् षि, लो लो लोट् खरि च, लो लोट् लो लोट् षि एव. च छा छ छा खड् योगः सि, योग छा खड् योगः षि ष्टुनाष्टुः खरि च इति छा छा खट् षि इदानीं टकारस्य टकारः भवति करि चेति सूत्रेण ष्टुनाष्टुः दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः तवर्गीयवर्णादेशश्च भवतः मूर्धन्यषकारः तवर्गीयवर्णयोः योजनेन तत्र दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः तवर्गीयवर्णादेशः भवतः तत्र मूर्धन्यषकारः अपि च तवर्गीयवर्णादेशः भवति मूर्धन्यषकार तवर्गीयवर्णयोः योजनेन मूर्धन्यषकारः तवर्गीयवर्णयोजनेन तत्र मूर्धन्य मूर्धन्यषकारस्य तवर्गीयवर्णादेशः भवति आनुवृत्तिसहितसूत्रं सकारतकारयोः तत्र सकारतकारयोः ष्टुराष्टुः संहितायां षकारटकारयोजनेन षकारटकारः भवति संहितायां तत्तादृशमेव समीचीनं धन्यवादः अत्र एतावता कोऽपि प्रश्नः अस्ति वा नो चेत् अत्रैव स्थगनं कुर्मः इतः अग्रे डकारान्तदातुः इति अग्रिमसप्ताहे अस्तु तर्हि धन्यवादः नमस्कारः धन्यवादः भगिनी धन्यवादः नमस्कारः